गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् तर्हि उदाहरणपरिशीलनं जायमानमस्ति अस्तु अद्य किं कुर्मः सर्वेषां पुरतः निश्चयेन स्प्रेड्शीट् स्यात् अपि च झटिति कुर्मः यत् अत्र अभ्यासः जातः इति कृत्वा किञ्चित् झटिति वक्तुं शक्यते इति भाति तर्हि प्रथमम् अहमेव वदामि तर्हि अत्र षष्ट उदाहरणमस्ति पर्वतः धूमवान् वह्नेः यथा महानसम् इत्यत्र पर्वतः पक्षः धूमः इति साध्यं वह्निः इति हेतुः महानसम् इति उदाहरणम् तर्हि तत्र पक्षासिद्धिः पर्वतासिद्धिः अस्ति वा इति चेत् नास्ति पर्वतस्तु अस्ति साध्यासिद्धिः धूमासिद्धिः अस्ति वा इति चेत् नास्ति धूमः तु अस्ति प्रत्यक्षेन ज्ञायते तदनन्तरं साध्य अभावपक्षः धूमः यदा कदापि पर्वते न भवति वा इति चेत् नास्ति धूमः भवितुमर्हति पर्वते इति कृत्वा साध्य अभावपक्षः इति अपि नास्ति अस्तु तदनन्तरं हेत्वासिद्धिः हेतुः वह्निः अस्ति वह्निः प्रसिद्धः अस्ति अतः हेत्वासिद्धिः अपि अत्र नास्ति तदनन्तरं स्वरूपासिद्धिः पक्षधर्मतासिद्धिः इत्युक्ते धूमः पर्वते भवितुम् वह्निः पर्वते भवितुम् अनर्हति वा इति चेत् तदपि नास्ति पक्षधर्मता भवितुम् अर्हति वह्नौ तदनन्तरम् अन्वयसहचाराभावः तर्हि अत्र हेतुः वह्निः अस्ति धूमः इति साध्यमस्ति अतः यत्र यत्र वह्निः तत्र तत्र धूमः यथा महानसम् इति वक्तुं शक्यते इति कृत्वा अन्यः सहचारः अभावः अपि नास्ति तर्हि इदानीं व्यतिरेकसहचाराभावः यत्र यत्र धूमा अभावः तत्र तत्र वह्नि अभावः यथा ह्रदः इति वक्तुं शक्यते ह्रदे धूमाभावः अपि अस्ति वह्नि अभावः अस्ति इति कृत्वा व्यतिरेकसहचाराभावः अपि नास्ति तर्हि इदानीं व्यतिरेकव्यभिचारः अस्ति वा इति द्रष्टव्यं व्यतिरेकव्यभिचारः इत्युक्ते यत्र साध्याभावः तत्र हेतुः तर्हि यत्र धूमाभावः तत्र वह्निः यत्र धूमाभावः तत्र वह्निः इति वक्तुं शक्यते तत्तायः पिण्डे तत्तायः पिण्डे अयोगोलके अस्ति इति कृत्वा साधारणसद्यविचारः तु अत्र अस्ति अस्तु तर्हि इदानीं सत्प्रतिपक्षः अस्ति वा इति द्रष्टव्यं साध्य अभावसाधकहेत्वन्तरवत् पक्षः साध्य अभावसाधक हेतु अन्तरवत् पक्षः इत्युक्ते पक्षे अन्येन हेतुना साध्य अभावं साधयितुं शक्यते वा पर्वते धूम अभावः अन्येन हेतुना साधयितुं शक्यते वा इति चेत् प्रायः नास्ति इत्युक्ते अत्र द्रष्टव्यमस्ति तादृशहेतुः अस्ति वा येन धूमः पर्वते न भवितुम् अर्हति इति अतः तदपि नास्ति इति स्वीकुर्मः इदानीम् अस्तु तदनन्तरं व्याप्यत्वासिद्धिः व्याप्यत्वासिद्धिः इत्युक्ते किं सोपादिकहेतुः सोपादिकहेतुः इत्युक्ते किं साध्यव्यापकत्वे सति साधन अव्यापकत्वम् उपाधित्वम् उपाधित्वं नाम किम् इति चेत् तर्हि साध्यव्यापकत्वे सति साधन अव्यापकत्वं तर्हि साध्यव्यापकत्वं नाम किम् इति चेत् यत्र साध्यं तत्र उपाधिः अत्र साध्यमस्ति धूमः यत्र धूमः तत्र आर्द्रेन्द्रसंयोगः यथा गते वर्गे सतिभामभगिन्या उक्तं तर्हि यथा धूमः यत्र धूमः तत्र आर्द्रेन्द्रसंयोगः यत्र आर्द्रेन्द्रसंयोग यथा महानसमिति वक्तुं शक्यते यत्र आर्द्रेन्द्रसंयोग अभावः तत्र धूम अभावः आर्द्रेन्द्रसंयोग अभावः कुत्र अस्ति तप्तायः पिण्डे अस्ति तत्र धूमाभावः अपि अस्ति यथा तप्तायः पिण्डः इति वक्तुं शक्यते तदनन्तरं व्यभिचारः द्रष्टव्यः यत्र उपाद्यभावः यत्र उपाद्यभावः तत्र साध्यं यत्र आर्द्रेन्द्रसंयोगः तत्र धूमः इति प्रदर्शयितुं न शक्यते तत्र आर्द्रेन्द्रसंयोग अभावः तत्र सत्यं यत्र आर्द्रेन्द्रसंयोग अभावः तत्र धूमः रक्तवर्णे लिखितमस्ति खलु यत्र उपाध्यभावः तत्र साध्यमिति इति व्यतिरेकविचारः न जातः अत्र इति कृत्वा अत्र आर्द्रेन्द्रसंयोगस्य साध्य आर्द्रेन्द्रसंयोगे साध्यव्यापकत्वमस्ति तर्हि इदानीं साधन अव्यापकत्वमस्ति वा इति द्रष्टव्यं तदर्थं यत्र साधनं तत्र उपाधि अभावः साधनम् इत्युक्ते हेतुः यत्र वह्निः तत्र आर्द्रेन्द्रसंयोगः स आर्द्रेन्द्रसंयोग अभावः यत्र वह्निः तत्र आर्द्रेन्द्रसंयोग अभावः यथा तप्त अयः पिण्डः तप्त अयः पिण्डे वह्निः अस्ति किन्तु आर्द्रेन्द्रसंयोगः अभावः अपि अस्ति अतः साधन अव्यापकत्वमपि जातम् इति कृत्वा अत्र व्याप्यत्वासिद्धिः अपि वक्तुं शक्यते आर्द्रेन्द्रसंयोगः इति उपाधित्वेन स्वीकृत्य अस्तु तदनन्तरम् अनुपसंहारी अन्वयव्यतिरेकदृष्टान्तरहितः इति चेत् तत्र यथा महानसमिति दृष्टान्तम् उक्तमस्ति इति कृत्वा अत्र तद् नास्ति तर्हि विरुद्धः अन्ततो गत्वा पक्षविपक्षयोः वर्तमानः हेतुः साध्य अभावव्याप्तः साध्य अभावेन व्याप्तः हेतुः साध्यमत्र किं धूमः धूम अभावेन व्याप्तः हेतुः इत्युक्ते अत्र साध्य अभावेन व्याप्तः हेतुः तर्हि यत्र यत्र धूमः न यत्र यत्र हेतुः तत्र तत्र साध्यम् इत्युक्ते यत्र यत्र वह्निः तत्र तत्र धूमाभावः यत्र यत्र वह्निः तत्र तत्र धूमाभावः यथा तप्त अयः पिण्डः इति वक्तुं शक्यते अन्वयसाचारः जातः इदानीं यत्र यत्र धूमाभावाभावः इत्युक्ते धूमः तत्र तत्र वह्नि अभावः इति न प्रदर्शयितुं शक्यते इति कृत्वा अत्र विरोधः न जातः विरुद्धः अपि नास्ति अस्तु किमर्थम् एतद् मया प्रदर्शितं तर्हि अस्मिन् उदाहरणे के हेत्वाभासाः सन्ति इति साधारणसंव्यभिचारः अस्ति व्याप्यत्वासिद्धिः अपि अस्ति इति एवं झटितुं वक्तुं शक्यते तत् दशनि पञ्चनिमेष अभ्यन्तरे एव मया सर्वमुक्तं तर्हि तादृशं प्रयत्नं कुरु किमर्थम् इत्युक्ते बहुकालं अस्मिन् अभ्यासे वयं स्मः भवतु अत्र क्लेशः नास्ति अभ्यासः भवेदेव समीचीनचिन्तनं जायमानमस्ति किन्तु पश्येम अस्तु अग्रे इदानीं मेहुल् महोदय प्रयत्नं करोति किम् आं महोदय अस्तु पर्वतः वह्निमान् प्रमेयत्वात् यथा महानसम् इति अस्ति खलु अस्तु पक्षासिद्धिः पर्वतः इति प्रसिद्धः पक्षः अतः पक्षासिद्धिः नास्ति क्षम्यतां पर्वतः इति पक्षः वह्निः इति साध्यं प्रमेयत्वम् इति हेतुः महानसम् इति उदाहरणम् अत्र साध्यासिद्धिः साध्यमिति वह्निः तदपि प्रसिद्धः अतः साध्यासिद्धिः नास्ति साध्याभाववत् पक्षः वह्नि अभाववत् पर्वतः इति न भवितुमर्हति हेत्वासिद्धिः हेतुः प्रमेयत्वम् इति अपि प्रसिद्धः अतः हेत्वासिद्धिः अपि नास्ति पक्षधर्मतासिद्धिः हेतुः इत्युक्ते प्रमेयत्वं पर्वते अस्ति अतः पक्षधर्मतासिद्धिः अपि नास्ति अन्वयसहचाराभावः अन्वयसहचार इत्युक्ते यत्र हेतुः तत्र साध्यं यत्र प्रमेयत्वं तत्र तत्र वह्निः इति यत्र प्रमेयत्वं तत्र वह्निः यथा महानसम् इति अस्ति तर्हि यत्किमपि वक्तुं शक्यते अग्रे व्यतिरेकसहचाराभावः यत्र वह्नि अभावः तत्र प्रमेयत्वाभावः यत्र वह्नि अभावः तत्र प्रमेयत्वाभावः यथा तप्ताय पिण्डः परन्तु तत्रापि प्रमेयत्वं तु अस्ति एव अतः व्यतिरेकसहचार अभावः अस्ति व्यतिरेकसहचारः न जातः पुनः वदतु व्यतिरेकसहचारः इति यत्र वह्नि अभावः तत्र प्रमेयत्वाभावः इदानीं प्रमेयत्वाभावः इति भवितुमर्हति वा न भवितुमर्हति तदेव अत्र व्यतिरिकसहचार अभावः न भवति इति. न भवति एव, न भवति इत्युक्ते अप्रसिद्धः अस्ति, प्रमेयत्वाभावः इति अप्रसिद्धः अस्ति. सत्यं सत्यम् इति कृत्वा अत्र प्रमेयत्वम् इति कीदृशहेतुः अस्ति? कीदृशहेतुः? केवलान्वयी. तर्हि केवलान्वयी हेतुः अस्ति इति कृत्वा व्यतिरेकसहचारः न जातः इति कृत्वा अत्र क्लेशः अस्ति इति न वक्तव्यम्. न वक्तव्यं, सत्यम्. अस्तु, अग्रे. तथैव अत्र व्यतिरिकव्यभिचारः अपि न भवति. किमर्थम् इत्युक्ते केवलान्वयी हेतुः अस्ति. न, चिन्तयतु चिन्तयतु, प्रथमं वाक्यं वदतु. अस्तु, यत्र यत्र वन्यभावः तत्र प्रमेयत्वम् इति भवति. अस्तु, यथा किमपि वक्तुं शक्नुमः तत्र. वन्यभावः उत्पीठिकायामपि अस्ति, तत्र प्रमेयत्वम् अस्ति, अतः व्यतिरिकव्यभिचारः जातः. साधारणसव्यभिचारः अस्ति. सत्यम्. अत्र वक्तव्यं, वदामश्चेदेव बोधः जायते. हा हा हा, सत्यं सत्यं. यत्र वन्यभावः तत्र प्रमेयत्वं, यथा घटः. यथा घटः किमपि, सत्यं खलु. आम् आम्. अतः अत्र साधारणसव्यभिचारः अपि वक्तुं शक्यते. अस्तु, सत्प्रतिपक्षः. अस्तु, साध्याभावः, वन्यभावः साधकः अन्यत् किमपि हेतुं स्वीकृत्य पक्षे अस्ति वा इति भवितुमर्हति वा इति चिन्तनीयम्. वन्यभावः प्रमेयत्वं विहाय, वन्यभावः पर्वते, पर्वते वन्यभावः साधनीयः. साधनीयः, अस्तु, सत्यम्. अन्येन हेतुना, अन्येन हेतुना. आम् आम्. अत्र पर्वते यत् अन्यत् किमपि अस्ति, अत्र ह्रदः भवितुमर्हति खलु, ह्रदः पर्वते भवितुमर्हति, अतः वन्यभावः अस्ति पर्वते इति. साक्षात् ह्रदः पर्वते इति वा? आम् आम्, तदेव. जलम् इति प्रायः, जलमपि, सत्यं, तदेव आशयः. जलं पर्वते अस्ति, अतः वन्यभावः अस्ति इति वक्तुं शक्नुमः खलु. हा, इति भाति खलु. तर्हि अत्र प्रतिपक्षः, यदि जलम् इति हेतुः अस्ति, किन्तु जलं हेतुः भवति वा इति चिन्तनीयं. तर्हि इदानीं जलम् इति हेतुः, जलम् इति हेतोः परिशीलनं करोतु. यत्र जलं तत्र वन्यः इति खलु, इति वक्तुं शक्नुमः. न, वन्य अभावः, इदानीं साध्यं वन्य अभावः अस्ति. आम्, सत्यं. हा, यत्र जलं तत्र वन्य अभावः, यथा ह्रदः तद्भवति. अस्तु, व्यतिरेकसहचारः यत्र वन्यभावः, क्षम्यतां, यत्र वन्यभावाभावः तत्र, यत्र वह्निः तत्र जलाभावः. तदपि यदा यथा महानसम्. उत्तमं, तदपि वक्तुं शक्नुमः. तर्हि सहचारद्वयं जातं. तर्हि इदानीं व्यभिचारः अस्ति वा द्रष्टव्यं. हा, व्यभिचारः यत्र, हा, पुनः वन्यभावाभावः इत्युक्ते यत्र वह्निः तत्र जलं, तर्हि व्यतिरेकव्यभिचारः न जातः. अत्र यत्र वह्निः तत्र जलम् इति न वक्तुं शक्नुमः, अतः व्यतिरेकव्यभिचारः न जायते. अतः कृत्वा जलं सद्हेतुः, सद्हेतुः, सत्यं. तर्हि सद्हेतुत्वं जले अस्ति इति कृत्वा जलं हेतुत्वेन स्वीकृत्य हेत्वन्तरत्वेन स्वीकृत्य पर्वते वन्यभावः साधयितुं शक्नुमः इति कृत्वा सत्प्रतिपक्षः अपि अस्ति. उत्तमम्, अग्रे. अस्तु, सोपाधिकहेतुः साध्यस्य व्यापकत्वे सति साधनस्य अव्यापकत्वं भवेत्. तर्हि अत्र यत्र साध्यं तत्र उपाधिः, यत्र वह्निः तत्र, अस्तु, अत्र तप्ताय पिण्डः इति वक्तुं शक्नुमः, उपाधिरूपेण. अतः यत्र न उपाधिः, इदानीम् उपाधिः इत्युक्ते सामानाधिकरण्यं स्वीकर्तव्यम्. भवान् इदानीं तप्ताय पिण्डः इति यत्र वह्निः अस्ति इति स्वीकृतवान्. आम् आम् आम्. वह्निना सह तप्त अयः पिण्डे अन्यत् किमपि भवेत्, अत्र प्रमेयत्वम् इति अहं चिन्तितवान्, अत्र प्रमेयत्वमपि अस्ति, वह्निः अपि अस्ति तप्तायपिण्डि, अतः उपाधि इति भवितुम् अर्हति वा इति. इत्युक्ते अत्र उपाधित्वेन किं स्वीकृतं भवता? प्रमेयत्वम् इति वा? तप्तायपिण्डः, तप्तायपिण्डः इति. न पश्यतु महोदय, अत्र अस्तु समीचीनं, यद् उपाधित्वेन स्वीकुर्मः अत्र साध्यं यदस्ति अपि च उपाधिः, तयोः मध्ये कः सम्बन्धः भवेत्? साध्यमस्ति वह्निः अपि च उपाधि यदस्ति तयोः मध्ये संयोगसम्बन्धः इति वक्तुं शक्नुमः? न तयोः मध्ये संयोगः इति नास्ति, उभौ अपि एकस्मिन् अधिकरणे भवेत् खलु? ओ अस्तु, उपाधि अपि च समानाधिकरण्यं भवेत्. सत्यं सत्यं, साध्यम् अपि च उपाधिः, अनयोः मध्ये सामान, अत्र धूमः आर्द्रेन्द्रसंयोगः इति स्वीकृतं. आम् आम् आम् आम्. यत्र धूमः अस्ति तत्र आर्द्रेन्द्रसंयोगः. ओ अस्तु इति वा, अहं चिन्तयितवान् तत्र यत्र धूमः तत्र वह्निः, इत्युक्ते द्वयमपि आर्द्रेन्द्रसंयोगे अस्ति, अतः एव तत् उपाधिरूपेण स्वीकृतः. न अत्र यत्र इत्युक्ते काष्ठे, अधिकरणे, सत्यं, काष्ठे अधिकरणे धूमः अस्ति, तत्रैव आर्द्रेन्द्रसंयोगः अपि अस्ति. अस्तु अस्तु, तर्हि यत्र वह्निः तत्र, अस्तु यत्र वह्निः तत्र अत्र अयम् इति वक्तुं शक्नुमः, आयन् इति वक्तुं शक्नुमः वा, यथा तप्तायपिण्डः इति, तर्हि आयन् इति अस्ति तस्मिन् वह्निः अपि अस्ति. इदानीमपि भवान् समीचीनतेन चिन्तयति, अत्र तप्त अयः पिण्डः इत्युक्ते किम्? अयन् एव खलु? आम् आम् आम्, अयोगोलकमेव. अयोगोलकं यदा वह्निना सह संयोगः भवति, अयोगोलकस्य यदा वह्निना सह संयोगः भवति तदा अयोगोलकस्य नाम भवति तप्त अयः पिण्डः इति खलु? सत्यम् आम् सत्यम्. तर्हि इदानीं तप्त अयः पिण्डः इति अधिकरणं, यस्मिन् अधिकरणे वह्निः अस्ति, तर्हि तादृशधर्मः स्वीकर्तव्यः यद् तप्त अयः पिण्डे अस्ति. तप्त अयः पिण्डः न भवति तप्तायपिण्डत्वम् इति. तप्तायपिण्डत्वम् इति धर्मः स्वीकर्तुं शक्यः, सत्यं सत्यं, न तु तप्तायपिण्डः. तप्तायपिण्डः तु अधिकरणमिदानीम्. आम् आम्, यस्मिन् वह्निः अस्ति. अस्तु, तर्हि तप्तायपिण्डत्वम् इति स्वीकरोतु केवलं चिन्तनार्थम्. अस्तु, तप्तायपिण्डत्वम् इति उपाधिः, तर्हि यत्र वह्निः तत्र तप्तायपिण्डत्वं, यथा तप्तायपिण्डः खलु तस्मिन्. अस्तु वदतु, परिशीलयामः वयं. तस्मिन् द्वयमपि अस्ति, वह्निः अपि अस्ति, तप्तायपिण्डत्वम् अपि अस्ति. अस्तु, द्वितीयमस्ति यत्र उपाधि अभावः, यत्र तप्तायपिण्डत्व अभावः इत्युक्ते काष्ठत्वं, तत्र वह्नि अभावः. अस्तु, तत्र वह्नि अभावः नास्ति, परन्तु अस्तु, यत्र तप्तायपिण्डत्व अभावः तत्र वह्न्यभावः यथा हृदः इति. अस्तु, तदपि भवति. अस्तु, यत्र तप्तायपिण्ड अभावः तत्र वह्निः, तप्तायपिण्डत्वाभावः, क्षम्यतां, तप्तायपिण्डत्व अभावः तत्र वह्निः यथा यथा काष्ठम् इति, महानसम्, यथा महानसमपि, सत्यम्. तर्हि विचारः जायते इति कृत्वा तप्तायपिण्डत्वम् इति उपाधिः न भवति, न भवति, साध्यस्य व्यापकत्वं न भवति, सत्यं. अस्तु, अतः व्यापकत्वसिद्धिः अपि नास्ति, व्याप्तसिद्धिः नास्ति. अनुपसंहारितुं लभ्यते, यथा रमेशमहोदयेन गते वर्गे उक्तं, अत्र केवलम् एकम् उदाहरणार्थं तप्तायपिण्डत्वम् इति स्वीकृतं. सत्यं सत्यं, तप्त अयपिण्डत्वे उपाधित्वं नास्ति इति अस्माभिः निरूपितं, किन्तु अन्यत्र किमपि भवितुमर्हति. सत्यम्, अत्र अन्वयव्यतिरिकदृष्टान्तरहितः नास्ति, अतः अनुपसंहारी नास्ति, अत्र महानस्यम् इति उदाहरणम् अस्ति एव. अग्रे साध्याभावव्याप्तः, अस्तु अत्र वन्य अभावेन व्याप्तः, तर्हि यत्र प्रमेयत्वं तत्र वन्य अभावः, यत्र प्रमेयत्वं तत्र वन्य अभावः, यथा अरदः. अस्तु अग्रे व्यतिरिकसहचारः, यत्र वन्य अभावाभावः तत्र प्रमेयत्वाभावः, इत्युक्ते यत्र वह्निः तत्र प्रमेयत्वाभावः इति न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते यत्र प्रमेयत्वम् इति अन्वयव्यतिरेकहेतुः अस्ति, केवलान्वयीहेतुः अस्ति, अतः व्यभिचारः जायते वा. हा व्यतिरिकव्यभिचारः, यत्र वन्य अभावाभावः इत्युक्ते यत्र वह्निः तत्र प्रमेयत्वम्, यथा महानसम्, यत्र वह्निः तत्र प्रमेयत्वं यथा महानसम्, अतः व्यतिरिकव्यभिचारः जातः, अतः विरुद्धः नास्ति, साध्याभावव्याप्तः नास्ति. हा यत्र वह्निः तत्र प्रमेयत्वम् इति व्यतिरेकव्यभिचारः जातः, किन्तु न जायेत, न जायेत, अतः इति कृत्वा विरुद्धः अपि नास्ति. उत्तमं, बहु उत्तमं महोदय, धन्यवादः. अस्तु अग्रे सति मम भगिनी अग्रिम उदाहरणं. आं महोदय, वदामि. सावधानतया वदतु. सिद्धा अस्मि. पर् शब्दः अनित्यः शब्दत्वात् प्रथमं पक्षः पक्षासिद्धि शब्दः पक्षः शब्दः कः हेतुः कः सर्वं वदतु. पक्षः शब्दः साध्यम् अनित्यं साध्यम् अनित्यं साध्यम् अनित्यत्वं हेतुः शब्दवत्त्वम् इति भवति वा शब्दत्वात् इति अस्ति शब्दत्वम् इति हेतुः वत्त्वं नास्ति शब्दत्वं शब्दत्वं पक्षः पक्षासिद्धिः अस्ति वा नास्ति शब्दः प्रसिद्धः एव पक्षासिद्धिः असिद्धिः नास्ति साध्यासिद्धिः अस्ति अनित्यत्वं तेन् साध्याभावः साध्या असिद्धिः नास्ति सत्यम् अग्रे देन् साध्या अभाववत् पक्षः तदपि नास्ति साध्य अभावत् इति न वक्तुं शक्यते हेत्वसिद्धि शब्दत्वम् अस्ति तदपि पक्षधर्मदा सिद्धि शब्दत्वं पक्ष शब्दे अस्ति अतः तदपि सिद्धम् अन्वयसहजाराभावः अन्वयसहजार अभावः यत्र अन्वयसहजाराभावः तत् नास्ति यत्र शब्दत्वं तत्र अनित्यत्वं यथा खडः इति वक्तुं शक्यते घटे शब्दत्वमस्ति किम् नास्ति शब्दत्वम् उदाहरणं नास्ति यत्र तद् न सिद्धम् उदाहरणं केवलं शब्दे एव शब्दत्वम् अस्ति खलु इति कृत्वा अत्र अन्वयसहचार अभावः अस्ति वा न वा अन्वयसहचार अभावः अस्ति उदाहरणं यत्र शब्दत्वं तत्र अनित्यत्वं यथा इति उदाहरणं न वक्तुं शक्यते पक्षम् अतिरिच्य उदाहरणं न वक्तुं शक्यते इति कृत्वा तर्हि इदानीम् अन्वयसहचारः अन्वयसहचारः न वक्तुं शक्यते किन्तु अन्वयसहचार अभावः अस्ति वा न वक्तुं शक्यते इति भिन्नमस्ति यथा पूर्वस्मिन् उदाहरणे व्यतिरेकव्यभिचारः न वक्तुं शक्यते व्यतिरेकसहचार अभावः न वक्तुं शक्यते किमर्थमित्युक्ते केवलान्वयहेतुः इति यथा अस्ति अत्र शब्दत्वम् इति केवलं शब्दे एव भवति इति कृत्वा अत्र अन्वयसहचार उदाहरणं न वक्तुं शक्यते खलु आम् अभावः अपि न वक्तुं शक्यते तर्हि न वक्तुं शक्यते इति स्थापयामः अस्तु अग्रे व्यतिरेकसहचार अभावः यत्र शब्द यत्र हेतु यत्र अनित्यत्वाभावः तत्र शब्दत्वाभावः यत्र अनित्यत्वाभावः तत्र शब्दत्वाभावः नित्यवस्तूनि शब्दमस्ति वा आकाशः कालः आम् शब्द अभावः अस्ति वा इति चिन्तितवती आकाशः कालः सत्यम् उत्तमम् तर्हि आकाशे व्यतिरेकसहचार अभावः प्रदर्शयितुं शक्यते आम् उदाहरणमस्ति न एकनिमिषं व्यतिरेकसहचारः आकाशे प्रदर्शयितुं शक्यते अतः व्यतिरेकसहचार अभावः नास्ति खलु यत्र नित्यत्वाभावः तत्र शब्दत्वाभावः यथा आकाशः अभावः नास्ति तर्हि व्यतिरेकसहचारः आकाशे प्रदर्शयितुं शक्यते इति कृत्वा व्यतिरेकसहचार अभावः न जातः न जातः अस्तु व्यतिरेकविचारः व्यतिरेकविचारः यत्र हेतु अभावः तत्र साध्यं व्यतिरेकविचारः तत्र पक्षः वा किं वदति तत्र साध्यम् न व्यतिरेकव्यभिचारः इत्युक्ते यत्र साध्याभावः तत्र हेतुः यत्र साध्याभावः यत्र अनित्यत्वाभावः तत्र शब्दत्वम् अस्तु अत्र लिखामि यत्र साध्याभावः तत्र हेतुः इति चेत् व्यतिरेकव्यभिचारः जायते अस्तु वदतु इदानीम् यत्र अनित्यत्वाभावः नित्यत्वं तत्र हेतुः शब्दत्वम् इति न वक्तुं शक्यते खलु न वक्तुं शक्यते शब्दत्वं केवलं शब्दे एव अस्ति इति कृत्वा अन्यत् किमपि न वक्तुं शक्यते अस्तु अग्रे व्यतिरेकसहचाराभावः व्यतिरेकव्यभिचारः व्यतिरेकव्यभिचारः सत्प्रतिपक्षः चिन्तनीयम् इदानीं साध्याभावसाधकहेतु अन्तरं भिन्नहेतुं स्वीकृत्य पक्षे अस्ति अनित्यत्वं साधनीयं हेतु साध्य अभावः अनित्यत्व अभावः साधनीयम् इदानीं नित्यत्वं शब्दः नित्यः गुणत्वादिति वक्तुं शक्यते अस्तु प्रथमम् अत्र शब्दे किं किम् अस्ति इति वदतु तदेव प्रथमं तत्र पक्षे हेत्वन्तरं भवेत् खलु पक्षधर्मता हेत्वन्तरे भवेत् शब्दे किं किमस्ति शब्दे शब्दत्वम् अस्ति प्रकृतहेतुः अस्ति अतः हेत्वन्तरं नास्ति अतः शब्द नास्ति पुनः शब्दः इति गुणः अस्ति खलु सत्यं सो गुणत्वम् इति वक्तुं शक्यते वा सत्यं शब्दे गुणत्वम् अस्ति खलु अस्ति अस्ति तर्हि इदानीं शब्दे शब्दत्वम् अतिरिच्य केवलं गुणत्वम् इति धर्मः एव अस्ति तर्हि इदानीं गुणत्वं हेत्वन्तरत्वेन स्वीकृत्य तत्र साध्य अभावः साधयितुं शक्यते वा इति परिशीलयतु साध्य अभाव अनित्यत्व अभावः शब्दः यत्र गुणत्वं तत्र अनित्यत्व अभावः उत्तमं हा यथा तत्र गुणत्वं तत्र अनित्यत्व अभावः अनित्यत्व अभावः इत्युक्ते नित्यत्वं तत्र नित्यत्वम् अन्य किमपि गुणं वक्तुं शक्यते यदा गन्धः न इदानीं यत्र गुणत्वं तत्र नित्यत्वम् इति चेत् तद् महोदय अत्र उदाहरणमपि वक्तव्यं खलु. आम्, यथा रूपं रूपं रूपे गुणत्वमस्ति, रूपे नित्यत्वमस्ति, किम् रूपे नित्यत्वं नास्ति, चतुर्विंशतिगुणेषु एकमपि नित्यमस्ति किम्? नास्ति. धर्मं वदति चेत् समीचीनं भवति वा? गुणत्वं भवेत् खलु, धर्मे गुणत्वमस्ति वा? तादृश गुणत्वं कुत्र अस्ति? गुणत्वं गुणे अस्ति. इदानीम् अहं कति गुणाः सन्ति? चतुर्विंशतिगुणाः सन्ति. तेषु गुणेषु यस्य नित्यत्वं कस्मिंश्चित् नित्यत्वमस्ति वा? नित्यत्वं नास्ति. हा, इति कृत्वा उदाहरणं वक्तुं शक्यते. यत्र गुणत्वं तत्र नित्यत्वं यथा इति न प्रदर्शयितुं शक्यते. अतः अन्वयसहचारः एव न जातः. खलु, हेतुन्तरं स्वीकृत्य अपि न वक्तुं शक्यते, वक्तुं शक्यते. अपि च गुणत्वम् अतिरिच्य शब्दे अन्यत् किमपि नास्ति इति कृत्वा अत्र सत्प्रतिपक्षः न भवति. अस्तु, अग्रे व्याप्यत्वसिद्धिः. व्याप्यत्वसिद्धिः साध्य साध्यस्य व्यापकत्वम् इति सोपाधिकहेतुः साध्यस्य व्यापकत्वं यत्र साध्यं तत्र उपाधिः. यत्र साध्या यत्र साध्यम् उपाधि किमपि स्वीकरणीयं वा इदानीम्? उपाधिः चिन्तनीया, उपाधिः चिन्तनीयः. अनित्यत्वम् अपि च शब्दत्वं तादृश उपाधि किमपि उपाधि महोदय यस्मिन् अधिकरणे. एकनिमिषम्. अनित्यत्वम् अपि च शब्दत्वम् इति चिन्तयति चेत् क्लेशः भवति. साध्य अभाववत् साधन साध्यव्यापकत्वे सति साधन अव्यापकत्वं. तर्हि प्रथमं साध्यं यत्र अस्ति तत्र विद्यमान अन्यत् कश्चन धर्मः स्वीकर्तव्यः. साध्यमत्र किम्? साध्यम् अनित्यत्वं. अनित्यत्वम् अनित्यत्वं कुत्र अस्ति? घटे अस्ति. तर्हि घटे अन्यत् किमपि धर्मः अस्ति वा? घटत्वमस्ति. अस्तु, तर्हि इदानीं घटे घटत्वमस्ति इति कृत्वा यस्मिन् अनित्यत्वमपि अस्ति इति कृत्वा घटत्वम् उपाधित्वेन स्वीकृत्य इदानीं चिन्तयतु साध्यव्यापकत्वमस्ति वा इति चिन्तयतु. प्रथमं घटत्वस्य घटत्वस्य साध्यव्यापकत्वं यत्र घटत्वं तत्र अनित्यत्वं. यत्र अनित्यत्वं तत्र घटत्वं, यत्र साध्यं तत्र उपाधिः. यत्र साध्यं तत्र उपाधिः. उपाधिः व्यापकः भवेत्. यत्र यत्र साध्यं तत्र उपाधिः. यत्र उपाधिः यत्र अनित्यत्वं तत्र घटतो. यथा घटः. यदा घटः. अग्रे. इदानीं यत्र उपाधि अभावः तत्र साध्य अभावः इति वक्तव्यम्. अतः इदानीं यत्र घटत्व अभावः तत्र अनित्यत्व अभावः. गगने घटत्व अभावः अपि अस्ति, नित्यत्वमपि अस्ति. पुनः यत्र उपाधि अभावः तत्र साध्यम् इति वक्तव्यम्. यत्र उपाधि अभावः यत्र घटत्वाभावः तत्र अनित्यत्वं. यदा पटः सत्यम् इति कृत्वा व्यतिरेकव्यभिचारः जातः इति कृत्वा अधः व्याप्यत्वसिद्धिः नास्ति. न, तस्मात् पूर्वं अन्यद् वाक्यं वक्तव्यम्. अतः घटत्वम् उपाधिः नास्ति. उपाधिः नास्ति. घटत्वम् उपाधित्वं नास्ति. उपाधित्वं नास्ति. तर्हि घटत्वं स्वीकृत्य घटत्वम् उपाधित्वेन स्वीकृत्य व्याप्यत्वासिद्धिः न प्रदर्शयितुं शक्यते. अस्तु अग्रे अनुपसंहारी. अनुपसंहारी अन्वयव्यतिरेकदृष्टान्तरहितः तत् नास्ति. अन्यदृष्टान्तः अस्ति. अन्यदृष्टान्तः नास्ति. वदतु. अन्यदृष्टान्तः इति नास्ति. अन्यदृष्टान्तः अस्ति. अभावः नास्ति इति. अन्वयदृष्टान्तः अस्ति किम्? अन्यत् स्थलं नास्ति. किन्तु अस्मिन् यत्र शब्दे अनित्यत्वम् अपि च अन्वयदृष्टान्तः अस्ति वा न वा? नास्ति. दृष्टान्तरहितः खलु. हा तर्हि अत्र शब्दः अनित्यः शब्दत्वा इत्यत्र अन्वयदृष्टान्तः अस्ति वा न वा? अन्वयदृष्टान्तरहितः खलु. आम् आम्. तर्हि अद्वा अन्वयदृष्टान्तरहितत्वम् अस्ति. इदानीं व्यतिरेकदृष्टान्तः अपि अस्ति वा इति पश्यतु. व्यतिरेकदृष्टान्तः यत्र अनित्यत्व अभावः. किं चिन्तयति व्यतिरेकदृष्टान्तः? कुत्र शब्दे अस्ति इति अस्ति वा इति दृष्टान्तः शब्दे अस्ति इति वा न तादृशं महोदय शब्दत्वे अस्ति इति चिन्तनीयं खलु. हेतौ अन्वयव्यतिरेकदृष्टान्तः अन्वय अन्वयसहचारवाक्यं किम्? यत्र शब्दत्वं तत्र अनित्यत्वम्. हा इति अन्वयसहचारवाक्यं. तत्र यथा इति दृष्टान्तः न वक्तुं शक्यते. केवलं शब्दः इति एव वक्तुं शक्यते. शब्दः तु इदानीं पक्षः अस्ति इति कृत्वा साध्यसन्दिग्धवान् अस्ति इति कृत्वा शब्दः इति न वक्तुं शक्यते. पक्षम् अतिरिच्य अन्यत् किमपि वक्तव्यं व्याप्तिग्रहणार्थं. किन्तु तादृश उदाहरणं न वक्तुं शक्यते इति कृत्वा अन्वयदृष्टान्तः न वक्तुं शक्यते. तर्हि इदानीं व्यतिरेकसहचारवाक्यं वदतु. यत्र अनित्यत्व अभावः तत्र शब्दत्व अभावः. यत्र नित्यत्वं तत्र शब्दत्वं नास्ति. यदा आकाशः. उत्तमं खलु. तर्हि इदानीं व्यतिरेकदृष्टान्तरहितत्वम् अस्ति वा अस्मिन् उदाहरणे? नास्ति. नास्ति नास्ति खलु. अतः अनुपसंहारी नास्ति इति वक्तव्यं. बुध्यते किम्? बुध्यते. अत्र अन्वयदृष्टान्तरहितः अस्ति एतद् उदाहरणं. किन्तु व्यतिरेकदृष्टान्तरहितः नास्ति. दृष्टान्तत्वेन वक्तुं शक्यते. अधः तदपि नास्ति इति वक्तव्यम्. अतः अनुपसंहारी नास्ति. अस्तु अग्रे. विरुद्धः. विरुद्धः साध्याभाववत् साध्य अभावव्याप्तः. पक्षविपक्षयोः वर्तमानः हेतुः. तादृश तत् त्यजतु. इदानीं तृतीयबिन्दुः इदानीं मा पठतु. इत्युक्ते तृतीयरो मध्ये किमस्ति तत् त्यजतु. इदानीं साध्याभावव्याप्तः हेतुः वा इति पश्य परिशीलयतु. साध्याभावव्याप्तः हेतुः. साध्यमस्ति अनित्यत्वम्. अनित्यत्व अभाववत् शब्दत्वमिति. नास्ति. एवं मा वदतु भगिनी. अत्र क्रमेण चिन्तयतु. नास्ति इति वदति चेत् भवत्याः मनसि किं जायमानमस्ति इति कथम् अहं जानामि. परिशीलयतु. यत्र हेतुः शब्दत्वं तत्र अनित्यत्वं. यदा इति अत्र अनित्यत्व अभावः. व्यभिचारहेतुः वक्तव्यं वा? व्यभिचारः नास्ति. अत्र साध्य अभावव्याप्तः इत्यस्य परिशीलनं खलु. यत्र कृतहेतुः साध्य अभावेन व्याप्तः वा इति परिशीलनम्. यत्र इदानीं साध्यं किं भवति? साध्य अभावः साध्यं भवति. अनित्यत्व अभावः भवति साध्यम्. हा, तर्हि इदानीं वदतु अन्वयसहकरवाक्यं वदतु. यत्र शब्दत्वं तत्र अनित्यत्व अभावः नित्यत्वं. यत्र शब्दत्वं तत्र नित्यत्वं. तद् नास्ति. यथा शब्दत्वं शब्दे एव अस्ति. उदाहरणम् अन्यत् न वक्तुं शक्यते. अन्यत् उदाहरणं नास्ति. इति कृत्वा नास्ति इति वक्तव्यम्. इति कृत्वा एवमेव नास्ति इति न वक्तव्यम्. यत्र शब्दत्वं तत्र नित्यत्वं यथा इति उदाहरणं न वक्तुं शक्यते खलु. उदाहरणं न वक्तुं शक्यते अत्र. इति कृत्वा अत्र विरुद्धः नास्ति इति चिन्तनीयम्. अस्तु, तर्हि अस्मिन् उदाहरणे कः दोषः अस्ति? के पक्षमात्रवृत्तित्वम् इति असाधारण सव्यभिचारः निरूपितं किम् अत्र? न वक्तुं शक्यते अत्र. पश्यतु, यद्भवत्या उक्तं तत्सर्वं मया स्थापितं, किन्तु हेत्वाभासः एव न निरूपितः अत्र. इति कृत्वा एव विद्याधिकारेण किं कृतम्? अत्र शब्दः अनित्यः शब्दत्वात् इति उदाहरणं तर्कसङ्ग्रहे प्रदर्शितम्. किन्तु तद् निराकृतं विद्याधिकारेण. वस्तुतः अत्र हेत्वाभासः एव न निरूपयितुं शक्यते इति कृत्वा एव शब्दः अनित्यः गगनात् इति भिन्न उदाहरणं विद्याधिकारेण स्वीकृतम्. एक्सलेण्ट्. पश्यते खलु, अत्र इदानीम् अस्माभिः निरूपितं शब्दः अनित्यः शब्दत्वात् इत्यत्र हेत्वाभासः न प्रदर्शयितुं शक्यते. हेत्वाभासः अस्ति इति न प्रदर्शयितुं शक्यते. इति कृत्वा अत्र शब्दः अनित्यः गगनात् इति उदाहरणं स्वीकर्तव्यम् इति उक्तम्. परन्तु तदेव अत्र अधुना वयम् अवगन्तवन्तः, परन्तु तद् न उक्तं तत्र विद्याधरीग्रन्थकारेण. केवलं उक्तं किञ्चिदिव उक्तं किञ्चिदिव एतादृशं विस्तृतरीत्या न चिन्तितं, किन्तु उक्तम्. अतः एव सः वदति अत्र. अस्तु, अग्रिम उदाहरणं यदा महोदय रमेश महोदय परिशीलयति तदा मेहुल् महोदय कुत्र अस्ति इति परिशीलयति महोदय पुस्तके. भवान् पश्यतु. तर्हि तावत् इदानीं रमेश महोदय. आम् महोदय. शब्दः अनित्यः गगनात् इति उदाहरणं. शब्दः अनित्यः गगनात् अत्र आश्रयपक्षः पक्षसिद्धिः पक्षः शब्दः इति वदतु. शब्दः पक्षः अनित्यत्वम् इति साध्यं. गगनत्वम् इति गगनम् इति गगनत्वं नास्ति. गगनम् इति हेतुः. गगनम् इति हेतुः चिन्तनीयम् इति चेत् गगनात् इति पञ्चमी अस्ति खलु, तत्र प्रातिपदिकं किम् इति द्रष्टव्यं. यदि गगनत्वात् इति अस्ति तर्हि गगनत्वं हेतुः भवति. गगनात् इति अस्ति इति कृत्वा गगनमेव हेतुः. अस्तु, इदानीं पक्षसिद्धिः शब्दः प्रसिद्धः एव. साध्यसिद्धिः अनित्य त्वमिति साध्यं प्रसिद्धमेव. साध्यभाववत् पक्षः अनित्यत्वभाववत् पक्षः नास्ति. हेतु असिद्धिः गगनत्वमिति प्रसिद्धः. गगनम् इति प्रसिद्धः हेतुः एव. पक्षधर्मतासिद्धिः गगनं शब्दे अस्ति वा? गगनं शब्दे पक्षधर्मता सिद्धिः गगनं शब्दे अस्ति वा? शब्दे गगनं न भवितुमर्हति खलु. पक्षधर्मता गगनेन सिद्ध्यति. किमर्थमित्युक्ते शब्दः एव गगने अस्ति, न तु विपरीतरीत्या. गगनं शब्दे नास्ति. तद् नास्ति नास्ति इत्युक्ते अतः स्वरूपसिद्धिः अस्ति इति वक्तव्यम् हा स्वरूपसिद्धिः अस्ति हा वदतु महोदय अग्रे अन्वयसहचारभावः अन्वयसहचारः यत्र गगनं तत्र अनित्यत्वं यत्र गगनं तत्र अनित्यत्वं यत्र गगनं तत्र अनित्यत्वम् अस्ति अनित्य तत्र अनित्यत्वं तद् न तस्य अभावः अन्वयसहचारः यत्र गगनं तत्र अनित्यत्वम् इति न वक्तुं शक्यते यत्र गगनं तत्र अनित्यत्वम् अत्र यत्र गगनम् इत्यत्र भवतः मनसि इदानीम् अधिकरणं किम् इति चिन्तनीयम् गगनस्य अधिकरणं किम् कालः उत्तमम् तर्हि यत्र यत्र गगनं कालं तु सर्वेषां द्रव्याणाम् अधिकरणं भवति खलु इति कृत्वा यत्र गगनं कालः तत्र अनित्यत्वं काले अनित्यत्वमस्ति वा काले अनित्यत्वं नास्ति काले अनित्यत्वं नास्ति खलु कालस्तु नित्यः इति कृत्वा यथा इति न वक्तुं शक्यते तर्हि अन्वयसहचारस्य अभावः अस्ति इति वक्तव्यं वा हा अस्तु व्यतिरिकसहचारः अभावः चिन्तयतु इदानीं व्यतिरिकसहचारः चिन्तयतु यत्र अनित्यत्वं तत्र गगनम् यत्र गग यत्र अनित्यत्व अभावः तत्र गगनस्य अभावः यत्र अनित्यत्वस्य अभावः इत्युक्ते नित्यत्व यत्र नित्यत्वमस्ति तत्र गगनम् अस्ति नित्यवस्तु किमपि स्वीकृत्य तत्र गगनम् अस्ति वा इति नित्यवस्तु पटः पटे गगनम् अस्ति वा नास्ति एतादृशं किमपि न पुनः पुनः वदतु महोदय किं यत्र अनित्यत्व अभावः इत्युक्ते यत्र नित्यत्वं तत्र गगनस्य अभावः तर्हि प्रथमं यत्र नित्यत्वम् इति चिन्तनीयं हा पटे गगनस्य अभावः अस्ति न प्रथमम् अनित्यत्व अभावः अस्ति वा इति चिन्तयतु तदेव प्रथमं चिन्तनीयम् अनित्यत्व अभावः इत्युक्ते नित्यत्वमस्ति खलु पटे नित्यत्वमस्ति वा पटे नित्यत्वं नास्ति आकाशे अस्ति तादृश इत्युक्ते चिन्तनक्रमः कथं भवेत् इति चेत् प्रथमं गगनत्व अभावः इति न चिन्तनीयं यत्र नित्यत्वम् अस्ति तत्र गगनत्व अभावः अस्ति वा इति चिन्तनीयं तर्हि नित्यत्वं कुत्र कुत्र अस्ति परमाणौ नित्यत्वम् अस्ति तत्र गगन गगनाभावः अस्ति खलु तत्र गगनभावः अस्ति इति कृत्वा व्यतिरेकसहचारः अस्ति इति कृत्वा व्यतिरेकसहचार अभावः नास्ति नास्ति अस्तु अग्रे व्यतिरेकव्यभिचारः व्यतिरेकव्यभिचारः अनित्यत्व अभावः यत्र अनित्यत्व अभावः इत्युक्ते यत्र नित्यत्वं तत्र गगनत्वं यत्र नित्यत्वं तत्र गगनत्वं नित्यत्वं तत्र गगनत्वम् अस्ति गगनत्वम् इति किमर्थं वदति गगनं तत्र गगनम् अस्ति यत्र नित्यत्वं तत्र गगनं काले खलु काले नित्यत्वमस्ति तत्र गगनमपि अस्ति काले अस्ति किन्तु इदानीं मम मनसि प्रश्नः कः आगतः इति चेत् अन्वयः सहचारः अस्ति वा न वा इति वक्तुम् अत्र उदाहरणं द्रष्टव्यं वा नो चेत् अधिकरणं द्रष्टव्यं वा इति अधिकरणम् अधिकृत्य अन्वयसहचारः अस्ति वा न वा इति वदामः वा नो चेत् अत्र उदाहरणं प्रायः उदाहरणमेव भवेत् महोदय हा तर्हि उदाहरणं नास्ति चेत् अत्र एतादृशं न लेखनीयं खलु अस्तु तदपि अहं पृच्छामि इत्युक्ते अन्वयसहचारः अस्ति वा न वा इति निर्णेतुम् अधिकरणस्य अभावः द्रष्टव्यः वा नो चेत् उदाहरणस्य अभावः द्रष्टव्यः वा इदानीं प्रकृत उदाहरणे किं जातम् अन्वयसहचारः किं यत्र गगनं तत्र अनित्यत्वम् इति यत्र अन्वयसहचारः प्रकृत उदाहरणे यत्र गगनं कालः तत्र अनित्यत्वम् इत्यत्र एकनिमिषः तत्रैव क्लेशः जातः यत्र गगनं कुत्र भवितुमर्हति कालः तत्र अनित्यत्वम् इति न वक्तुं शक्यते अतः अन्वयसहचार अभावः जातः इति वक्तव्यं वा नो चेत् तत्र यत्र गगनं तत्र अनित्यत्वम् इति उदाहरणं न वक्तुं शक्यते इति कृत्वा अन्वयसहचार अभावः जातः वा इति द्रष्टव्यम् अस्तु तर्हि अत्र क्वश्चन् मार्क् स्थापयामि इत्युक्ते अहमपि चिन्तयामि तत्र उदाहरणं न वक्तु उदाहरणे एव किमर्थमित्युक्ते व्याप्तिग्रहणं कुत्र भवति इति द्रष्टव्यं व्याप्तिग्रहणम् उदाहरणे भवति वा नो चेत् अधिकरणे भवति वा व्याप्तिग्रहणम् इति पश्यामश्चेत् अधिकरणे एव भवति न तु उदाहरणे यत्र वह्निः यत्र धूमः अत्र प्रकृत उदाहरणं स्वीकुर्मः सामान्य उदाहरणं यत्र धूमः तत्र वह्निः यथा महानसम् इत्यत्र महानसम् इति उदाहरणमेव अधिकरणत्वेन स्वीकृतम् तर्हि अधिकरणं तादृशं भवेत् यत्र द्वयमपि भवति हा तर्हि यत्र गगनं तत्र अनित्यत्वं यथा कालः इति न वक्तुं शक्यते यत्र गगनं तु केवलं काले एव भवति तत्र अनित्यत्वं यथा कालः इति वक्तुं शक्यते वा न शक्यते अतः अन्वयसहचार अभावः अस्ति अत्र तर्हि इदानीं व्यतिरेकसहचार अभावः अस्ति वा इति पश्यामः यत्र अनित्यत्वाभावः यत्र नित्यत्वं तत्र गगनाभावः आकाशः तर्हि व्यतिरेकसहचार अभावः न जातः सत्यं तर्हि इदानीं व्यतिरेकव्यभिचारः अस्ति वा इति द्रष्टव्यम् यत्र साध्याभावः यत्र नित्यत्वम् अनित्यत्वाभावः नित्यत्वं तत्र गगनम् इति काले तर्हि अत्र कालः इति वक्तुं शक्यते इति कृत्वा व्यतिरेकव्यभिचारः जातः अत्र अन्वयसहचार अभावस्तु अस्ति व्यतिरेकसहचार अभावः नास्ति किन्तु व्यतिरेकव्यभिचारः अस्ति काले अस्ति इति कृत्वा किम् अत्र साधारणसव्यभिचारः अपि भवति खलु स्वरूपासिद्धिः अपि अस्ति अस्मिन् उदाहरणे साधारणसव्यभिचारः अपि अस्ति अस्तु अग्रे चिन्तयतु महोदय सत्प्रतिपक्षः साध्यभावसाधकं हेतुमन्त्र हेत्वान्तरं यस्य तर्हि द्वितीय किमपि हेतुस्वीकरणीयम् तस्मिन् साध्य अभावः अनित्यत्व अभावः नित्यत्वं वाक्यं वदतु महोदय, तदनन्तरं चिन्तयतु. प्रथमं वाक्यं वदतु, इदानीं साध्यं किं? शब्दः साध्यभावः, साध्यभावः शब्दः नित्यः केन कारणेन शब्दः नित्यः? न न, अत्र शब्दः इति पक्षः, पक्षं मा चिन्तयतु इदानीम्. अत्र अस्माभिः किं चिन्तनीयं? साध्य अभावसाधकं हेत्वन्तरम् इति चिन्तनीयं खलु. तत्र इदानीं साध्य अभावः इत्युक्ते किम्? अनित्यत्व अभावः. तर्हि इदानीं साध्यं किम् इति चेत् नित्यत्वं. नित्यत्वं, नित्यत्वं शब्दे साधनीयं. तत् साधितुं हेत्वन्तरमस्ति वा इति चिन्तनीयं. तर्हि शब्दे किमस्ति? शब्दे शब्दत्वम् अस्ति. अन्यत् किमपि अस्ति? अन्यत् किमस्ति? गुणत्वमस्ति खलु? गुणत्वमस्ति. हा, तर्हि यथा सत्यभामा भगिनी चिन्तितवती तथा अत्र चिन्तनीयं. गुणत्वं, गुणत्वम् इति स्वीकृत्य इति चिन्तयामश्चेत् न भवति खलु. तदेव चिन्तितवती सा अपि चिन्तितवती. इदानीं गगनम् इति त्यक्तं. तर्हि सत्यभामा भगिन्या यत् चिन्तितं तदेव अत्रापि चिन्तनं भवति इति कृत्वा सत्प्रतिपक्षः नास्ति इति वक्तुं शक्यते खलु. अस्तु, तदनन्तरं व्याप्यत्वासिद्धिः. तदपि सत्यभामे भगिन्या चिन्तितम्. अत्र साध्यमस्ति अनित्यं, तर्हि अत्रापि न चिन्तनीयम्. अग्रे अनुपसंहारी. तदपि तया चिन्तितं खलु. दृष्टान्तरहितः तद् अनित्यः शब्दः अनित्यः तदपि. तर्हि एतत् सर्वं सत्यभावा भगिन्या चिन्तितं, तदनन्तरं विरुद्धः अपि तया चिन्तितः अस्ति. इत्युक्ते एतेषु चिन्तनेषु सप्रतिपक्षः, व्याप्यत्वासिद्धिः, अनुपसंहारी, विरुद्धः इत्यत्र हेतोः चिन्तनमेव नास्ति. प्रकृतहेतोः चिन्तनमेव नास्ति. अस्तु, समीचीनं. तर्हि इदानीं मेहुल् महोदय वदति वा? भवता दृष्टं किम्? आं महोदय, अत्र पेज् 256 मध्ये अस्ति पुस्तक. तत्र गगनस्य असाधारणत्वनिरूपणम् इति अस्ति. तत्र ततः पूर्वस्मिन् बिन्दुः अस्ति यत्र प्रसिद्धे असाधारणे सद् हेतुत्वनिरूपणम् इति बिन्दुः अस्ति. तत्र अत्राय भवति क्लेशः. अग्रे हा, तर्हि गगनस्य असाधारणत्वनिरूपणम् इत्यस्मिन् 256 पेज् मध्ये अस्ति. तर्हि असाधारणोदाहरणरूपेण शब्दत्वं त्यक्त्वा गगनं हेतुं ब्रूमः. किमर्थं? किमर्थं? तदेव प्रश्नः आसीत् खलु. आम् आम्, अत्र तस्मात् उपरि तत्र लिखितम् अस्ति परिच्छेदे. अतश्च अनित्यत्वसामानाधिकरण्याभावः न तत्र भवेत् इति शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति तद् अवगाहि ज्ञानस्य एव भ्रमत्वम् आपतितम् इति गतं. तर्हि तस्य हेत्वाभासत्वम् इति कुत्र लिखितमस्ति? 255 पेज् मध्ये अन्तिमपरिच्छेदः. अतश्च अनित्यत्वसामानाधिकरण्याभावः न तत्र भेद भवेत् इति शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति तदवाहगाहि ज्ञानस्यैव भ्रमत्वम् आपतितं गतं. तर्हि तस्य हेत्वाभासत्वम् इति उक्तम्. किञ्चिदेव तत्र अस्तु सत्यं. तर्हि इदानीं शब्दः अनित्यः गगनात् इत्यत्र कः हेत्वाभासः निरूपितः? असाधारणत्वम्. असाधारणत्वम् असाधारणत्वं सत्यम्. तद् अस्माभिः अपि निरूपितम्. आम् आम् हा असाधारणसव्यविचारः निरूपितम्. असाधारणसव्यविचारः इत्यत्र आम् इति मया लिखितमस्ति खलु. अन्वयः सहचाराभावः अस्ति. सत्यम्. अन्वयसहचाराभावः इत्युक्ते यत्र गगनं तत्र अनित्यत्वम् इति प्रदर्शयितुं न शक्यते. न शक्यते, न शक्यते. अतः अन्वयसहचारः एव न जातः इति कृत्वा आम् इति लिखितम्. सत्यम्. उत्तमम्. किन्तु तस्मादुपरि अत्र स्वरूपासिद्धिः अपि अस्ति. गगनं शब्दे नास्ति इत्यतः. नास्ति इत्यतः. अपि च साधारणसव्यभिचारः अपि अस्ति. काले प्रदर्शयितुं शक्यते व्यतिरेकस्य व्यभिचारः इति कृत्वा पुस्तके यद्यपि असाधारणसव्यभिचारस्य उदाहरणत्वेन एतदुक्तम् अन्वयसहचाराभावः अस्ति इति कृत्वा, किन्तु तस्मादुपरि स्वरूपासिद्धिः अपि अस्ति, साधारणसव्यभिचारः अपि अस्ति इति अस्माभिः निरूपितम्. उत्तमम्. तर्हि इदानीं प्रश्नः अस्ति, शब्दः अनित्यः शब्दत्वात् इत्यत्र हेत्वाभासः न निरूपितः इति उक्तं. किन्तु तर्हि इदानीं हेत्वाभासः न निरूपितः चेत् समीचीनहेतुः इति भवति खलु. सहेतुः भवति. आम्. किन्तु तदपि अत्र निष्कासनीयं. तर्हि तदर्थं पुनः एतद्वाक्यमहं पठामि. तस्मात् पूर्वमपि अहं पठामि. भवानेव पठतु महोदय. तत्र 255 पेज् मध्ये किञ्च इति अस्ति खलु. किञ्च आम् आम् किञ्च अनित्यत्वनिश्चयोत्तरम् इव पूर्वमपि शब्दः अनित्यत्ववान् एव. न हि शब्दः तत्र अनित्यत्वनिश्चयात् पूर्वं नित्यः. तदुत्तरं तु अनित्य इति सम्भाव्यते. विद्यमानम् एव हि अनित्यत्वं शब्दे अनुमित्या विषयीक्रियते इति शब्दत्वे अनित्यत्वसामानाधिकरण्यम् एव अस्ति. पूर्वमपि पूर्वमपि अनुमानात् पूर्वमपि शब्दः अनित्यत्ववान् इति शब्दत्वम् अपि च अनित्यत्वम् अनयोः मध्ये शब्दे सामानाधिकरणमस्ति इति उक्तम्. अग्रे अतश्च अतश्च अनित्यत्वसामानाधिकरण्याभावः न तत्र भवेत्, परन्तु अत्र अस्ति एव. अतः शब्दत्वम् इति अनित्यत्वसामानाधिकरण्याभाववत् भवति इति तदवगाहि ज्ञानस्य एव भ्रमत्वम् आपतितम्. अधुना इति क्लेशः अत्र. क्लेशः इत्युक्ते अनित्यशब्दः अनित्यः शब्दत्वात् इत्यत्र प्रथमं किं ज्ञानं भवेत्? अनित्यत्वसामानाधिकरण्य अनित्यत्वसामानाधिकरण्य अभाववत् शब्दः. इति ज्ञानमेव तत्र भ्रमः अस्ति इति कृत्वा गतं तर्हि तस्य हेत्व तस्य हेत्वाभासत्वम् इति उक्तम्. वस्तुतः अत्र कः क्लेशः इति चेत् शब्दः अनित्यः शब्दत्वात् इत्यत्र अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी अस्ति वा इत्युक्ते पक्षम् अतिरिच्य अत्र उदाहरणं न वक्तुं शक्यते खलु. सत्यं. तर्हि व्याप्तिग्रहः न भवति वस्तुतः. इत्युक्ते शब्दत्वं केवलं शब्दे एव अस्ति इति कृत्वा अन्यत्र यथा पर्वतः वह्निमान् धूमात् इत्यत्र महानसे वह्निधूमयोः मध्ये व्याप्तिं गृहीत्वा तदनन्तरं पर्वते अनुमानार्थं तस्य उपयोगं क्रियते. सत्यं. सर्वत्र तथैव. हा, तादृशमत्र न भवति. किमर्थमिति चेत् शब्दः शब्दत्वं तु केवलं शब्दे एव अस्ति. आम् आम्, समीचीनम्. इति कृत्वा अत्र वस्तुतः एतद् एतद् अनुमान समीचीनमस्ति. किमर्थमित्युक्ते इदानीं पक्षः साध्यसन्दिग्धवान् भवेत् खलु. अपि च इदानीम् अत्र तर्हि पक्षः उदाहरणत्वेन न भवति इति कृत्वा अत्र क्लेशः अस्ति. अस्तु, समीचीनम्. अग्रे गच्छेम. तर्हि दशम भवान् परिशीलितु महोदय. आम् आं महोदय. दशम अस्ति सर्वमनित्यं प्रमेयत्वात् इति तत्रापि सर्वम् अनित्यं प्रमेयत्वात् यथा न वक्तुं शक्नुमः यथा इति तर्कसङ्ग्रहकारणे न दत्तं दत्तं भवतु इदानीं तत्र उदाहरणं वक्तव्यम् इति अस्माभिः उक्तं किन्तु तत्र मया उक्तं खलु उदाहरणं यदि वक्तुं शक्यते तत्र व्यतिरेक उदाहरणं वक्तुं शक्यते इति कृत्वा उदाहरणस्य विषये मा चिन्तयामः इदानीम् अस्तु अग्रे वदतु महोदय अत्र पक्षः सर्वम् अनित्यम् इति साध्यं प्रमेयत्वम् इति हेतुः अनित्यत्वम् इति साध्यम् अनित्यत्वम् इति साध्यं प्रमेयत्वम् इति हेतुः पक्षः तु प्रसिद्धः एव सर्वम् इत्यनेन सर्वे पदार्थः साध्यमपि अनित्यत्वम् इति अपि प्रसिद्धः अतः साध्यस्य अग्रे साध्याभाव अनित्यत्वाभाववत् सर्वम् अनित्यत्वाभाववत् सर्वम् अनित्यत्वाभाववत् इति नास्ति परन्तु हा अत्र घटः यथा घटः अतः अनित्यत्वाभाव नित्यत्व नित्यत्ववत् सर्वम् इति यथा न न समीचीनतया चिन्तयतु महोदय इदानीं सम्यक् साध्याभाव साध्याभाववत् पक्षः अनित्यत्वाभाववत् पक्षः इति भवति अनित्यभाववत् इत्युक्ते नित्यत्ववत् सर्वम् इति भवति खलु तादृश नित्यत्ववत् सर्वम् इति प्रमाणान्तरेण निश्चितं भवितुमर्हति किम् इत्युक्ते सर्वे सर्वस्मिन् नित्यत्वमस्ति इति वक्तुं शक्यते वा केनापि प्रमाणेन न न वक्तुं शक्यते न वक्तुं शक्यते इति कृत्वा अत्र बाधः नास्ति बाधः नास्ति अस्तु अग्रे हा अस्तु हेतुः इति प्रमेयत्वं तदपि प्रसिद्धः एव अतः हेत्वसिद्धिः नास्ति पक्षधर्मता प्रमेयत्वम् अत्र सर्वेषु पदार्थेषु प्रमेयत्वम् अस्ति एव अतः पक्षधर्मः अस्ति पक्षधर्मता अस्ति अतः पक्षधर्मता सिद्धिः नास्ति अस्तु अन्वयसहचाराभावः अत्र अस्तु यत्र प्रमेयत्वं तत्र अनित्यत्वं यथा घटः अतः अन्वयसहचाराभावः नास्ति व्यतिरेकसहचाराभावः यत्र अनित्यत्वाभावः इत्युक्ते यत्र नित्यत्वं तत्र प्रमेयत्वाभावः प्रमेयत्वाभावः इति केवलान्वयी अस्ति अतः न वक्तुं शक्यते सत्यं तर्हि केवलान्वयी हेतुः इति स्थापयामि अग्रे व्यतिरिक्तव्यभिचारः यत्र प्रमेयं यत्र नित्य अनित्यत्वाभावः इत्युक्ते नित्यत्वं यत्र नित्यत्वं तत्र प्रमेयत्वं यथा आकाशः इति वक्तुं शक्नुमः अत्र व्यतिरिक्तव्यभिचारः जातः अतः साधारणसव्यभिचारः अस्ति अस्तु अग्रे साध्याभाववत् साध्याभावसाधकहेत्वन्तरपक्ष हेत्वन्तवत् पक्षः अस्तु अनित्यत्वाभाववत् इति अभावसाधक इत्युक्ते नित्यत्वं साधनीयं सर्वेषु पदार्थेषु नित्यत्वं साधनीयम् अन्यत् किमपि हेतुं स्वीकृत्य अन्यत् किमपi स्वीकृत्य प्रथमं नित्यत्वं सर्वस्मिन् साधयितुं शक्यते वा साधयितुं न शक्यते हा सत्यम् अतः नास्ति नास्ति किमपि न चिन्तयामि समीचीनं व्याप्तत्वसिद्धिः अत्र सेवपादिकहेतुः यत्र यस्मिन् अनित्यत्वम् अस्ति तस्मिन् अधिकरणे एव प्रमेयत्वं भवेत् तादृश महोदय इदानीम् उपाधेः विषये चिन्तनीयम् आम् आम् उपाधेः तर्हि उपाधेः विषये यदा चिन्तनं कुर्मः तदा इदानीं साध्यम् अपि च हेतुः मिलित्वा न चिन्तनीयम् ओ प्रथमं साध्यव्यापकत्वम् उपाधौ अस्ति वा इति चिन्तनीयं तर्हि साध्यं यत्र अस्ति तत्र कश्चन धर्मः स्वीकर्तव्यः अस्तु यत्र अनित्यत्वम् अत्र घटत्वं यथा तस्मिन् प्रमेयत्वम् अपि अस्ति हा तर्हि यत्र तस्मिन् प्रमेयत्वम् इति मा चिन्तयतु अस्तु प्रथमं घटत्वे इदानीं घटत्वम् इति उपाधित्वेन स्वीकृतं खलु आम् आम् घटत्वे उपाधित्वम् अस्ति वा इति प्रथमं परिशीलनीयं, तदर्थं साध्यं व्यापकत्वम् अस्ति वा इति परिशीलनीयं. अस्तु अस्तु, यत्र अनित्यत्वं तत्र घटत्वं यथा यथा घटः सत्यं वक्तुं शक्नुमः. यत्र अनित्य क्षम्यतां, यत्र घटत्वाभावः तत्र अनित्यत्वाभावः इत्युक्ते नित्यत्वं, यत्र घटत्वाभावः तत्र नित्यत्वं यथा आकाशः सत्यं. यत्र अनित्य क्षम्यतां, यत्र घटत्वाभावः तत्र अनित्यत्वं, यत्र घटत्वाभावः तत्र अनित्यत्वं, हा घटः यथा पटः, सः साध्यस्य व्यापकत्वं जातं. साधन अव्यापकत्वम्. एकनिमिषम् एकनिमिषम्. अतः किं यथा पटः इति इदानीं व्यतिरेकव्यभिचारः प्रदर्शितः, अतः व्यतिरेकव्यभिचारः जातः, अतः साध्यस्य व्यापकत्वं न भवति. तर्हि साध्यव्यापकत्वं घटत्वे नास्ति खलु? घटत्वे नास्ति, अतः उपाधि, अतः घटत्वम् उपाधि न भवति, न भवति इति कृत्वा अग्रे न चिन्तनीयम्. अग्रे न चिन्तनीयं, व्याप्तत्वसिद्धिः नास्ति. अस्तु अग्रे अनुपसंहारि. अत्र अन्वय दृष्टान्तः न लभ्यते, न चिन्तनीयम्. अत्र व्यतिरिकदृष्टान्तः चिन्तनीयं, यत्र प्रमेत्व न, प्रथमम् अन्वयसिद्धान् अन्वय अन्वयदृष्टान्तः अस्ति वा इति चिन्तयतु. इदानीम् उदाहरणस्य विषये चिन्तयामः. अस्तु, यत्र प्रमेयत्वं तत्र अनित्यत्वं, यथा यथा पटः घटः इति, यथा घटः खलु, यथा घटः, तर्हि अन्वय अन्वयदृष्टान्तः अस्ति, अस्तः अनुपसंहारि नास्ति. हा समीचीनं. यथा घटः इति इदानीम् उदाहरणे मया प्रदर्शितमस्ति. आम् आम्, अतः इति कृत्वा अन्वय अन्वयदृष्टान्तः अस्ति अस्ति, अतः अनुपसंहारि. किन्तु किन्तु अत्र क्लेशः कः इति चेत्, घटः इति पक्षे अस्ति खलु, सर्वम् इति पक्षः, पक्षं पक्षं विहाय न वक्तुं शक्यते, पक्षं विहाय अत्र अन्यत् किमपि न वक्तुं शक्यते, न वक्तुं शक्यते. किमर्थमित्युक्ते सर्वं पक्षे अन्तर्भूतमस्ति. सत्यं इति कृत्वा, अपि च सर्वं पक्षे सर्वं पक्षं पक्षः अस्ति इति कृत्वा, सर्वम् इदानीं साध्यसन्दिग्धवान् जातम्. हा सत्यम्. तर्हि उदाहरणमेव न वक्तुं शक्यते, न वक्तुं शक्यते, न वक्तुं शक्यते, अतः अन्वय दृष्टान्तः नास्ति. व्यतिरेकदृष्टान्तः अपि न भवति, सर्वं हा सर्वम् अस्ति तत्र, सर्वं सर्वस्मिन् अस्ति इति कृत्वा सर्वस्य सत्यम् अनित्यत्वाभावः. तर्हि एतद् उदाहरणं किमर्थं पुस्तके दत्तं, सर्वम् अनित्यम् इत्यत्र कस्य हेत्वाभासस्य प्रदर्शनार्थं दत्तं? सर्वमनित्यमिति अन्वयव्यतिरेक अनुपसंहारि अनुपसंहार अनुपसंहारिणः एव उदाहरणं खलु? आं सत्यं. हा हा, तर्हि अत्र अनुपस अत्र अत्र जातमस्ति अनुपसंहारि जातम् अत्र, अत्र सर्वस्यापि पक्षत्वादृष्टान्तो नास्ति इति. हा, सर्वस्यापि पक्षत्वात् पक्षम् अतिरिच्य अन्वयदृष्ट अन्वयदृष्टान्तः वा नो चेत् व्यतिरेकदृष्टान्तः वा न लभ्यते, नास्ति, अतः रहितः एव सर्वदा इति कृत्वा अनुपसंहारी इति हेत्वाभासः अत्र अस्ति. किन्तु तस्मादुपरि साधारणसव्यभिचारः अपि अस्ति अत्र. आम् आम्. अस्तु अन्तिमं, विरुद्धः विरुद्धः साध्याभाव अनित्यत्वाभावित नित्यत्व नित्यत्व. अस्तु, यत्र प्रमेयत्वं तत्र नित्यत्वं, यत्र प्रमेयत्वं तत्र नित्यत्वं यथा आकाशः. यत्र नित्यत्वं तत्र प्रमेयत्वाभावः, अत्र अनित्यत्वाभावाभावः खलु? न न, इदानीं साध्यं किं साध्यम् साध्य अभावः एव साध्यं खलु? आम्, तर्हि अनित्यत्व अभावः इति, अतः नित्यत्वम् इति. न न महोदय, विरुद्धः कथं चिन्तनीयम्? अत्र साध्य अभावव्याप्तः हेतुः इति परिशीलनीयम्. आम् आम्, अतः यत्र अत्र व्यतिरिक्तसहचारः अधुना चिन्तनीयं खलु? न प्रथमम् अन्वयसहचारः चिन्तयतु. अस्तु हा, यत्र प्रमेयत्वं तत्र अनित्यत्वाभावः इति. तर्हि यत्र प्रमेयत्वं तत्र नित्यत्वम् इति. यथा यत्र यत्र प्रमेयत्व यथा घटः क्षम्यतां यथा आकाशः इति. आकाशः इति उक्तं खलु. तर्हि अन्वयसहचारः जातः. अस्तु, अधुना यत्र साध्याभावः तत्र हेत्वाभावः इति चिन्तनीयं. यत्र साध्याभावः इत्युक्ते यत्र अनित्यत्वाभावाभावः इत्युक्ते नित्यत्वाभावः इत्युक्ते अनित्यत्वम्. यत्र अनित्यत्वाभाव अभावः इत्युक्ते यत्र अनित्यत्वम् अनित्यं. यत्र अनित्यत्वं तत्र प्रमेयत्वाभावः. यथा ओ अत्र तद् न वक्तुं शक्नुमः. प्रमेयत्वाभावः व्यतिरिकव्यभिचारः. यत्र अनित्यत्वं तत्र प्रमेयत्वं यथा घटः. अतः तत्र व्यतिरिकविचारः जातः. अतः साध्याभावव्याप्तः नास्ति. साध्याभावव्याप्तः नास्ति, विरुद्धः नास्ति. उत्तमम्. अस्तु, अग्रे गच्छामः. धन्यवादः भगिनि. सतीभावा भगिनी अग्रे. आं महोदय. खडः अभिधेयत्वान् पृथ्वीत्वात् यथा पटः. पच्छः खडः साध्यम् अभिधेयत्वं हेतुः पृथ्वीत्वम्. पच्छा सिद्धिः अस्ति. पच्छा सिद्धिः नास्ति. पच्छः पृष्ठः एव खडः. साध्यासिद्धिः. साध्यासिद्धिः अपि नास्ति. अभिधेयत्वं सर्वदा अस्ति. साध्य अभाववत् पच्छः. साध्याभावत् अभाववत् पच्छः तत् नास्ति साध्यम्. किमर्थं खडे अभिधेयत्वं सर्वदा भवति खलु? यदा कदापि अभिधेयत्व अभावः न भवति. न भवति. हेतु असिद्धः. हेतुः प्रसिद्धः एव. पृथ्वीत्वम् अस्ति एव. असिद्धिः नास्ति. पच्छधर्मदा असिद्धिः. पच्छधर्मदा खडे पृथ्वीत्वम् अपि अस्ति, अभिधेयत्वम् अपि अस्ति. पच्छधर्मदा सिद्धः एव. न न न, पुनः वदतु. पच्छधर्मदा असिद्धिः अस्ति वा इति द्रष्टव्यम्. इदानीं खडे पृथ्वीत्वम् अस्ति. किमर्थम् अभिधेयत्वस्य विषये चिन्तितवती? अत्र अभिधेयत्वम् अपि अस्ति इति उक्तवती. तादृशं तद न वक्तव्यं. पक्षधर्मः कुत्र भवेत्? हेतौ एव भवेत् खलु. साध्यस्य विषये न चिन्तनीयमेव. अतः घटे पृथ्वीत्वं सर्वदा अस्ति इति कृत्वा पक्षधर्मता असिद्धिः नास्ति. असिद्धिः नास्ति. अस्तु, अग्रे. अन्वयसहचार अभावः अस्ति वा इति द्रष्टव्यम्. अन्वयसहचारः. यत्र पृथ्वीत्वं तत्र अभिधेयत्वं यथा पटः. पटः अभावः नास्ति. व्यतिरेकसहचार अभावः. यत्र अभिधेयत्व अभावः तद् नास्ति. तद् अप्रसिद्धः एव. न इत्युक्ते केवलान्वयहेतुः अस्ति. न केवलान्वयी साध्यमस्ति अत्र. न केवलान्वयी हेतुः नास्ति. साध्यम्. अस्तु, चिन्तनीयं. केवलान्वयी साध्यम् इति एतावत्पर्यन्तम् अस्माभिः न पठितम्. इत्युक्ते यत्र अभिधेयत्व अभावः तत्र पृथ्वीत्व अभावः इति चिन्तनीयं. तदा एव व्यतिरेकसहचारः भवति. किन्तु अभिधेयत्व अभावः इति अप्रसिद्धः अस्ति इति कृत्वा व्यतिरेकसहचार अभावः अस्ति इति वक्तव्यं वा? नो चेत् अत्र न चिन्तयितुं शक्यते इति वक्तव्यं. न चिन्तयितुं शक्यते इति सत्यं. हा, तर्हि अभावः अस्ति इति न वक्तव्यं. न चिन्तयितुं शक्यते. अतः केवलान्वयी साध्यमस्ति तत्र. अस्तु, अग्रे. व्यतिरेकव्यभिचारः. व्यतिरेकव्यभिचारः. यत्र साध्याभावः तत्र हेतुः. यत्र अभि तदपि न चिन्तयितुं शक्यते यत्र अभिधेयत्व अभावः अप्रसिद्धः इति कृत्वा इति कृत्वा अत्र साधारणसव्यभिचारः न वक्तुं शक्यते सप्रतिपक्षः सप्रतिपक्षः साध्याभावः हेत्वन्तरं साध्याभावसाधकं हेत्वन्तरं यस्य साध्याभावः अभिधेयत्व अभावः अभिधेयत्व अभावः इति चिन्तयितुं शक्यते किं न चिन्तयितुं शक्यते अतः तदपि न चिन्तनीयम् अत्रापि केवलान्वयः साध्यमस्ति अस्तु अग्रे तदनन्तरं वाप्य व्याप्यत्वा सिद्धिः अत्र उपाधियागं वक्तव्यं खलु इदानीं साध्यम् अभिधेयत्वम् अभिधेयत्वं कुत्र अस्ति तत्र घटत्वम् अस्ति इति यथा पूर्वम् अस्माभिः चिन्तितं तर्हि अत्र न भवति अत्र न व्यभिचारः जायते इति कृत्वा अस्तु अग्रे अनुपसंहारी अनुपसंहारी अन्वयव्यतिरेकदृष्ट्र अन्वयसहचारः अस्ति परन्तु व्यतिरेकसहचारः न चिन्तनीयः अतः रहितः न वक्तुं शक्यते क्रमेण चिन्तयतु भगिनि यत्र पृथ्वीत्वं तत्र अभिधेयत्वं यदा पटः तर्हि अन्वय दृष्टान्तः अस्ति अस्ति रहितः नास्ति तदनन्तरं इति कृत्वा तावदेव इत्युक्ते उभयमपि भवेत् खलु आम् अन्वयव्यतिरेकदृष्टान्तरहितः इत्युक्ते अन्वयदृष्टान्तरहितः भवेत् व्यतिरेकदृष्टान्तरहितः भवेत् इदानीम् अन्वयदृष्टान्तः उक्तः ओके एकं नास्ति चेत् अपि अनुपसंहारी न भवेत् न भवति खलु न उभयमस्ति चेदेव अनुपसंहारित्वं भवति अस्तु विरुद्धः चिन्तयतु विरुद्धः साध्य अभाववत् अभावव्याप्तः साध्य अभावः अस्ति अभिधेयत्व अभावः तत्रापि न चिन्तनीयः एव अप्रसिद्धः अस्ति केवलान्वयी साध्यमस्ति एतत् कस्य उदाहरणमस्ति प्रायः वक्तव्यम् इत्युक्ते साध्याभावः अप्रसिद्धः इति वक्तव्यम् एवं वदामि केवलान्वयी इति न वक्तव्यम् अस्तु तर्हि विद्याधरी मेळ् महोदय वदतु अत्र विद्याधर्याम् एतदुदाहरणं कस्मिन् हेत्वाभासे चिन्तितं शब्दः अभिधेयत्वान् कृते घटः अभिधेयत्वान् पृथिवीत्वात् एकनिमिषः अहं पश्यामि उपसंहारी अस्ति महोदय हा सव्यभिचारः अनुपसंहारी इत्यस्य उदाहरणत्वेन चिन्तितम् अत्र सत्यम् इत्युक्ते हेत्वाभासः नूतनचिन्तनम् इति स्प्रेड्शीट् मध्ये तद् लभ्यते तत्र एव दृष्टवती हा किन्तु अस्माभिः अत्र किमुक्तम् अनुपसंहारी नास्ति इति आम् आम् तदपि अत्र अस्ति यत्र पृथिवीत्वं तत्र अभिधेयत्वं यथा पटः इति वक्तुं शक्यते तर्हि किमर्थमत्र कथम् अनुपसंहारित्वं निरूपितम् कस्मिन् पुटे अस्ति पुस्तके न लब्धम् अधुना अन्ते एव अनुपसंहारी दृष्टं चिन्तितं खलु अत्र 280 सर्वम् अत्र अभिधेयत्वान् पृथिवीत्वात् इति उदाहरणं कुत्र अस्ति 282 अन्तिमपरिच्छेदः 282 अमुं क्लेशम् अभिसन्धाय नवीनैः अनुपसंहारी एव परिवर्तितः तथा हि तेषां मते यत् केवलान्वयी साध्यम् तादृशं यत्किञ्चित् स्थलं वक्तव्यं हा अस्तु तर्हि केवलान्वयी साध्यमित्येव तैः अपि स्वीकृतमस्ति तर्हि यन्मया उक्तं तत् समीचीनमेव निर्दर्शनाय घटः अभिधेयत्वान् पृथिवीत्वात् इति स्वीकुर्मः अत्र च साध्याभावः दर्शितरीत्या अप्रसिद्धः सत्यम् एवं सति कश्चित् वादी यदि व्यतिरेकव्याप्तिं बोधयितुं व्यतिरेकदृष्टान्तं ब्रूयात् तर्हि अत्र प्रतिबध्यप्रतिबन्धक अभावः वक्तुं शक्यः अत्र केवलं हेत्वाभासनिरूपणार्थम् एतादृशं ते वदन्ति तर्हि यथा मया पूर्वम् उक्तं तत्र केवलान्वयी साध्यम् इति वदामश्चेत् क्लेशः नास्ति इति भाति केवलान्वयी साध्यमस्ति वस्तुतः इत्युक्ते केवलान्वयी हेतुना अत्र केवलान्वयी साध्यमस्ति तर्हि कथं निरूपयन्ति अत्र साध्य अभाव व्यापक अभाव प्रतियोगित्वं खलु व्यतिरेकव्याप्तिः सत्यम् अत्र साध्याभावः प्रविष्टः तर्हि तत्र अस्माभिः किं चिन्तितं व्यतिरेकसहकारः महोदय प्रतियोगित्वम् अप्रतियोगित्वं तादृशम् उक्तं खलु न एकनिमिषम् अस्माभिः अत्र कथं चिन्तितम् इत्युक्ते अन्वयसहचारः जायते वा न जायते वा यत्र पृथिवीत्वं तत्र अभिधेयत्वं यथा पटः इति उक्तम् अतः अन्वयसहचारः जायते अतः अभावः नास्ति इति उक्तं व्यतिरेकसहचारः न जायते किमर्थम् इति चेत् इदानीं साध्यं केवलान्वयसाध्यमस्ति इति कृत्वा अभावः न वक्तुं शक्यते यत्र अभिधेयत्व अभावः तत्र पृथिवीत्व अभावः इति न चिन्तयितुमेव शक्यते तर्हि तत् स्वीकृत्य अत्र अनुपसंहारित्वं नवीनाः निरूपयन्ति अतः एव अत्र न्यायकोशे इदानीं ओ त्रि पश्यन्तु अत्यन्ताभावप्रतियोगी साध्यक साध्यकत्वादि व्यभिचारः अत्यन्ताभाव अप्रतियोगी साध्यकत्वादि व्यभिचारः अत्र क्लेशः अस्ति द्रष्टव्यम् वस्तुतः अत्र अन्वयव्यतिरेकदृष्टान्तः वक्तुं शक्यते इति कृत्वा अन्वय अनुपसंहारी इति तर्कसङ्ग्रहकारेण यद् लक्षणं कृतम् अन्वयव्यतिरेकदृष्टान्तरहितः इति लक्षणं स्वीकुर्मश्चेत् अत्र अस्मिन् उदाहरणे अनुपसंहारित्वं न वक्तुं शक्यते अतः नवीनाः नवीनैः किं कृतं साध्याभावव्यापकाभावप्रतियोगित्वम् इति उक्त्वा दर्शिरीत्या यथा अभावांशे प्रतियोगितासम्बन्धेन साध्यं विशेषणं तुल्यवित्तिवेदितया साध्ये अपि अभावः अनियोगितासम्बन्धेन विशेषणम् इति कृत्वा परन्तु अभिधेयत्वादि साध्यं च अत्यन्ताभावस्य अप्रतियोगी इत्यपि निरूपितमेव एवं सति व्यतिरेकव्याप्त्यंशे यः साध्याभावग्रहः तत्तुल्यग्रहः साध्यम् अत्यन्ताभावप्रतियोगी इति ग्रहः तं प्रति साध्यम् अत्यन्ताभावप्रतियोगी इति निश्चयः प्रतिबन्धकः भवति प्रतिबन्धकत्वं निरूपितं किन्तु लक्षणं न उक्तं नवीनैः लक्षणं न उक्तं तर्हि अत्र प्रश्नः अस्ति लक्षणं किम् इति द्रष्टव्यम् तदर्थमेव अत्र न्यायकोशः इति पुस्तके अत्यन्त अभावप्रतियोगि अप्रतियोगी साध्य तत्वादि इति किमर्थं लिखितम् व्यभिचारः एकत्र अव्यवस्था व्यभिचारः इत्युक्ते किम् इति एकत्र अव्यवस्था एव एकस्मिन् सन्दर्भे एकस्मिन् अधिकरणे व्यभिचारः भवति चेत् तदा व्यभिचारः जातः इति वक्तुं शक्यते किन्तु अत्यन्त अभाव अप्रतियोगी साध्यकत्वादिव्यभिचारः अस्तु समयः जातः अत्र स्थगेम किन्तु अत्र न्यायकोशे किं लिखितमस्ति इति एकवारं पुनः पश्यामि, प्रायः तत्र तन्त्रदोषः अस्ति नो चेत् किञ्चित् मया द्रष्टव्यमस्ति. वस्तुतः अत्र किम् इति चेत् अन्वयव्यतिरेकदृष्टान्तरहितत्वम् अल्पसंहारित्वम् इति तर्कसङ्ग्रहकारेण यद् लक्षितं तद् नवीनैः निष्कासितमस्ति. किन्तु तस्मिन् स्थाने अनुपसंहारि हेतोः लक्षणं किम् इति तैः न उक्तं, केवलं प्रतिबन्धकत्वम् एव प्रतिपादितमत्र. हेत्वाभासलक्षणसमन्वयाय प्रतिबन्धकत्वं प्रतिपादितं, किन्तु लक्षणं किम् इति न उक्तं. तर्हि लक्षणं किम् इति द्रष्टव्यं, तद् दृष्ट्वा अहं स्थापयामि. तर्हि अग्रिमे वर्गे इतः अग्रे गच्छामः. अद्य समीचीन अभ्यासः जातः, पञ्च उदाहरणानि अस्माभिः परिशीलितानि सन्ति. तर्हि इदानीं केवलम् एकमेव अवशिष्टमस्ति, इतोपि पञ्च हेतवः अवशिष्टाः सन्ति. तत्र अन्तिमहेतुः यदस्ति, एतावत्पर्यन्तम् अस्माभिः न दृष्टं, तद् रुचिकरमस्ति. तर्हि यथा तत् प्राप्येम तदा तत्र चिन्तयेम. वायुः गन्धवान् स्नेहात् इति भवतः भवद्भिः चिन्तयितुं शक्यते, तत्र के के हेत्वाभासाः भवन्ति इति. भवतु, अत्र स्थगयेम, अग्रिमे वर्गे इतोपि अग्रे सरेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः.